सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ एकं सुभाषितं शृणुमः। शोभा भगिनी एकवारं स्मारयतु। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः। उत्तमं भगिनी, धन्यवादाः। विषयः तु तवद्वन्तरूपाणि, प्रवर्तमानः विषयः भूतकालरूपाणि। तं विषयम् अवगन्तुं, तस्य विषयस्य अवगमनाय कांश्चन अभ्यासान् वयं कृतवन्तः। सप्ताहद्वयात् पूर्वमेव अयं विषयः आरब्धः। गते सप्ताहे वयं 82 पुटे उपरि लिखितानि वाक्यानि परिशीलितवन्तः। आदौ वर्तमानकालरूपं प्रयुज्य वाक्यं लिखितमस्ति, पश्चात् तदेव वाक्यं परिवर्त्य पुनः लिखितमस्ति। भूतकालार्थे वाक्यानि परिवर्तितानि, तदेव वाक्यं पुनः भूतकालरूपं प्रयुज्य लिखितमस्ति। अस्मिन्नेव पुटे, इत्युक्ते 82 पुटे, केषाञ्चन धातूनां रूपाणि दत्तानि। अद्य वयं तानि रूपाणि एकवारम् अवलोकयाम। धातवः दत्ताः, तेषां लङ्लकाररूपाणि ज्ञातव्यानि। भूतकालार्थे लङ्लकारस्य प्रयोगः भवति इति अस्माभिः ज्ञातमेव। भवन्तः सर्वे इदानीं 82 पुटं पश्यन्तु। तस्मिन् पुटे धातूनां रूपाणि एकवारं परिशीलयाम। केतकि भगिनी, भवती एव पठतु, अत्र किं लिखितमस्ति? उच्चैः पठतः, पठत, लिखत च। एकवचन, द्विवचन, बहुवचन। चल् धातु प्रथमपुरुष अचलत्, द्विवचन अचलताम्। एकवारं पश्यतु, अत्र किं लिखितमस्ति? हिन्दीभाषया वक्तुमिच्छति चेत् एकवचन, द्विवचन इति भवति, किन्तु संस्कृतभाषायाम् एकवचनं, वचनम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा एकवचनं, द्विवचनं, बहुवचनम् इति एव वक्तव्यम्। अग्रे पठतु। आं भगिनि, क्षम्यताम्। चिन्ता मास्तु। चल धातु प्रथमपुरुष अचलत्, द्विवचनम् अचलताम्, बहुवचनम् अचलन्, मध्यमपुरुष अचलः, अचलतम्, अचलत्। भगिनी अत्र पश्यतु, प्रथमपुरुषः, मध्यमपुरुषः, पुरुषः इति पुंलिङ्गशब्दः, पुरुषः इति एव वक्तव्यम्, अथवा मध्यमपुरुषरूपाणि, मध्यमपुरुषरूपं, प्रथमपुरुषरूपम् इति वक्तव्यम्। मध्यमपुरुष बहुवचनरूपम् अचलत इति लिखितमस्ति, प्रथमपुरुष बहुवचनरूपम् अचलन् इति लिखितमस्ति। तत्र भेदं पश्यामश्चेत्, भेदं पश्यतु, अचलन् अचलन् इति कथनेन तत्र नकारस्य अन्ते दण्डः अस्ति, नकारस्य अन्ते दण्डः, दण्डः इत्युक्ते स्ट्रोक्, स्ट्रोक् अस्ति इति कृत्वा तत्र उच्चारणं भिन्नं भवेत्, अचलन् इति भवति, किन्तु अचलत इति भवति चेत् अन्ते तत्र हल्वर्णः नास्ति, अन्ते तत्र अकारः अस्ति, अचलत। पश्यतु रूपाणि, पश्यतु, अचलत् इति भिन्नं रूपम् अस्ति, अचलत इति भिन्नं रूपम्, इत्युक्ते अचलत् इति कथनेन तत्र अन्ते, तकारस्य अन्ते दण्डः अस्ति, हल्वर्णः अन्तिमवर्णः तस्मिन् पदे, किन्तु अचलत इत्यस्मिन् अन्तिमवर्णः अकारः, अचलत इति उच्चारणं भवेत्। अग्रे पठतु। दृश्य धातु दृश्य प्रथमपुरुष प्रथमपुरुषः अपश्यत्, द्विवचनम् अपश्यताम्, बहुवचन अपश्यन्, मध्यमपुरुषः अपश्यः, अपश्यतम् अपश्यत्। भगिनी अपश्यत, अपश्यत। उत्तम। उत्तमपुरुषः अपश्यम्, अपश्याव, अपश्याम। अत्र पश्यतु, अत्र लौकिकधातूनां रूपाणि दत्तानि। चल् इति लौकिकधातोः रूपं, दृष् इत्यपि लौकिकधातोः रूपमेव। चल् धातुः भिन्नगणेषु अस्ति। तत्र चल् धातौ अनुनासिक अकारः इति संज्ञकवर्णः अस्ति, अपि च अयं धातुः बहुषु गणेषु अस्ति इति अहं दृष्टवती। किन्तु दृश् धातोः रूपं दृशिर् अस्ति। तत्र एकं वार्तिकम् अस्ति, तेन वार्तिकेन इत्संज्ञकवर्णानाम् इत्युक्ते अनुनासिक इकारः अपि च रेफः द्वयोः मिलित्वा इत्संज्ञा भवति इति वयं पठितवन्तः। अत्र पश्यन्तु, लङ्लकाररूपेषु आदौ अडागमः श्रूयते, अट् आगमः, अट् आगमः, टित् आगमः। लोट् लट् एते लकाराः टित् लकाराः, इत्युक्ते ठकारः इति संज्ञकवर्णः अस्ति इति कृत्वा आदौ आयाति, इत्युक्ते धातोः आदौ अडागमः भवति, धातोः आदौ अकारः श्रूयते। लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण आदौ अडागमः श्रूयते। अग्रे पठतु। आं भगिनि, स्था, धातु स्था प्रथमपुरुष पुरुषः अतिष्ठत्, अतिष्ठत्, अतिष्ठा, अतिष्ठताम्, अतिष्ठन्, अतिष्ठः, अतिष्ठतम्, अतिष्ठत्, अतिष्ठम्, अतिष्ठाव, अतिष्ठाम। अत्र पश्यतु, स्था इति धातुः अस्ति। स्था धातुः अपि लौकिकधातुः एव। ष्ठा मूर्धन्य षकारादिधातुः, अयं धातुः ष्ठा इति अस्ति, किन्तु तस्य लट्लकाररूपं तिष्ठति, किन्तु अत्र लङ्रूपम् अतिष्ठत्, अतिष्ठताम्, अतिष्ठन् रूपाणि भवन्ति। धात्वादेः शः सः इति सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति अस्य धातोः प्रसङ्गे। स्था धातुः अकर्मकधातुः, इत्युक्ते कर्मपदं न स्वीकरोति इति अत्र विषयः। अग्रे पठतु। इष्, एच्छत, एच्छताम्, एच्छन्, एच्छः, एच्छतम्, एच्छत्, एच्छम्, एच्छाव, एच्छाम। पश्यतु, ऐच्छत् इति वक्तव्यम्। एकारस्य रूपाणि परिशीलयामश्चेत् एकारः अस्ति, अपि च ऐकारः अस्ति। अत्र ऐच्छत् इति वक्तव्यम्। ऐच्छत्, ऐच्छताम्, ऐच्छन्, ऐच्छः, ऐच्छतम्, ऐच्छत, ऐच्छम्, ऐच्छाव, ऐच्छाम। लङ्लकाररूपेषु अडागमः भवति, अट् आगमः भवति, किन्तु अत्र अकारः न दृश्यते, किमर्थम्? अत्र किम् अभवत् वदतु। लङ्लकाररूपेषु अडागमः भवति, किन्तु अत्र इतोपि कार्याणि अपि सन्ति। अत्र गोमती भगिनी एकवारं स्मारयतु, अत्र किम् अभवत्? धन्यवादः। आड् अजादीनाम् इति सूत्रं कार्यं करोति भगिनि। अजादेः अङ्गस्य आट् स्यात्। लुङ् लङ् लृङ्क्षु सूत्रस्य अपवादसूत्रमस्ति। अजादि धातुः अस्ति, अतः आड् अजादीनाम् अजादेः अङ्गस्य आट् स्यात्। आ योगः इच्छत्, तत्र वृद्धिः भवति, ऐच्छत इति रूपं भवति, इकारस्य वृद्धिः भवति, ऐच्छत इति भवति भगिनि। उत्तमं, तदेव। अत्र धातुः तु ईष् धातुः एव, ईष् धातुः। पश्यन्तु, अत्र धातोः रूपम् ईष् अस्ति। ईष् धातुः त्रिषु गणेषु दृश्यते। दिवादिगणे तस्य रूपम् इष्यति, अन्विष्यति, अन्विष्यति इति कथनवेलायां तत्र धातुः दिवादिगणीयधातुः, दिवादिगणे इष् धातुः, इष्यति किन्तु तुदादिगणे इष् इच्छायाम् इत्यस्मिन् अर्थे इच्छति. अयं धातुः तुदादिगणीयधातुः. अत्र यः धातुः दत्तः सः तौदादिकः. क्रियादिगणे इष् धातोः रूपम् इष्णाति, किन्तु अत्र तुदादिगणीय इष् धातोः प्रसङ्गः अस्ति. षिट् प्रत्यये परे इषु गमियमां छः इति सूत्रेण छकारादेशः भवति. इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु इष् धातोः प्रसङ्गे इषु गमियमां छः इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा षकारस्य स्थाने छकारादेशः अभवत्. अपि च आदौ अकारः आयाति, आयोगः इच्छ् इत्युक्ते अजादि अङ्गमस्ति, अजादि अङ्गमस्ति इति कृत्वा आट् आट् आगमः भवति. आडजादीनाम् इति सूत्रेण आट् आगमः भवति. तत्पश्चात् तत्र एकं विशिष्टं सूत्रमस्ति, आटश्च इति सूत्रेण वृद्ध्यादेशः भवति. वृद्ध्यादेशः भूत्वा ऐच्छत् इति रूपं सिद्ध्यति. इत्युक्ते लुङ् लङ् रुङ्क्षु अडुदात्तः सूत्रस्य अपवादत्वेन आडजादीनाम् इति सूत्रेण कार्यं भवति. अपि च वृद्ध्यादेशः भवति, ऐच्छत् इति रूपं सिद्ध्यति. वदतु. एषः योगः शप् तत् शप् नास्ति, शा तुदादिगणीय शा, तत्र इच्छ् भवति. अनन्तरं छे चः, दट्स् नाट् वेरि क्लियर् टु मी. छेः च इति सूत्रं कार्यं करोति न तत्र? तुगागमसन्धिः भवति छे च, तु तुगागम कुत्र आयते? इ छ त् आगच्छति वा इ त् छ आगच्छति? इ त् छ आगच्छति न त छ आगच्छति, तत्पश्चात् स्तोः स्तुनांशुः इच्. ओके अस्तु भगिनि, इच् चकारस्य प्रभावेण तकारस्य स्थाने चकारादेशः भवति, सन्धिकार्यमपि अस्ति. भूम भगिनी भवती पठतु. आं भगिनि. भाषा अभाषत अभाषेताम् अभाषन्त, अभाषतः अभाषेथाम् अभाषध्वम्, अभाषे अभाषावहि अभाषामहि. भाष आत्मनेपदी, आत्मनेपदी दत्त. पूर्वं परस्मैपदिरूपाणि इच्छति इति परस्मैपदिरूपम् अस्ति, किन्तु भाषा धातुः आत्मनेपदी धातुः, तस्य रूपं भाषते, आत्मनेपदी धातुः अस्ति इति कृत्वा रूपाणि भिन्नानि. उत्तमम्. अपि च भाषा धातोः प्रसङ्गे किं वक्तव्यं? धातोः अन्ते अनुनासिक अकारः अस्ति, तस्य अनुनासिक अकारस्य इति संज्ञा भूत्वा अपगच्छति, तेन भाष् इति रूपं सिद्ध्यति. अग्रे पठतु. ब्रू धातु अब्रूत अब्रुवाताम् अब्रुवत, अब्रूथाः अब्रुवाथाम् अब्रुवध्वम्, अब्रुवि अब्रूवहि अब्रूमहि. आत्मनेपदी एव दत्तं हि. उत्तमम्. ब्रू धातुः उभयपदी धातुः. ब्रूते इति एकं रूपं, ब्रूते इति आत्मनेपदरूपं, किन्तु ब्रवीति इति परस्मैपदरूपमपि अस्ति. इत्युक्ते ब्रू धातुः उभयपदी धातुः, उभयपदी धातुः अस्ति इति कृत्वा तस्य अष्टादशरूपाणि भवितुमर्हन्ति. लङ्लकारे आत्मनेपदरूपाणि एव दत्तानि. वाक्यानि वदत अभ्यासं च कुरुत, एकवचनं द्विवचनं बहुवचनं, सः सा भवान् भवती तौ ते भवन्तौ भवत्यौ ते ताः भवन्तः भवत्यः. भगिनी अत्र एकवारं वाक्यानि स्मारयतु. सः सा भवान् भवति इत्यादि पदानि उपयुज्य अधोभागे लङ्लकाररूपाणि दत्तानि, तानि रूपाणि संयुज्य वदतु. सः अपठत्, सः अचलत्, सा अपठत्, सा अचलत्, सः सा द्वे अपि समानमेव क्रियापदान् क्रियापदस्य लङ्लकारं समानमेव. अलभत, सः अलभत, भवान् अलभत, भवती असेवत. अत्र वाक्यानि कर्तरिप्रयोगे लिखामः इति कृत्वा अत्र अनयोः मध्ये सम्बन्धः अस्ति इति कृत्वा सः अपठत् इति रूपं भवति. अपि च सः सा, भवान्, भवती इत्यादीनि रूपाणि प्रथमपुरुष एकवचनकर्तृपदानि इति कृत्वा अपठत्, अचलत्, अलभत, असेवत इति रूपाणि दत्तानि. अपठत्, अचलत् इति पदद्वयं परस्मैपदीरूपम् अस्ति. तत्र पठ पठति परस्मैपदीरूपं, चल् अपि चलति परस्मैपदीरूपम् अस्ति इति कृत्वा तादृशानि रूपाणि सिद्ध्यन्ति. किन्तु लभ् धातुः आत्मनेपदीधातुः इति कृत्वा अलभत. अपि च सेव् धातुः अपि आत्मनेपदी धातुः. सेवते इति रूपम् अस्ति इति कृत्वा असेवत. लभते, सेवते इति आत्मनेपदीरूपद्वयं. तस्य लङ्लकाररूपाणि एवं भवन्ति. तयोः रूपाणि एवं भवन्ति प्रथमपुरुषरूपाणि. द्विवचनरूपाणि उपयुज्य वदतु. द्वौ, तौ, ते, भवन्तौ, भवत्यौ. अपठताम्, अचलताम् परस्मैपदे. अलभेताम्, असेवेताम् आत्मनेपदि रूपाणि दत्तानि. कर्तृपदानि, कर्तृपदानि द्विवचने अस्ति. इतोपि किं ज्ञातव्यं? ते इति लिखितमस्ति. ते किमर्थं लिखितमस्ति अत्र? ते, तौ, ते, ते बहूनि मोर् देन् टु सन्ति. कः, तौ, ते. उत्तमम्. द्विवचने अपि ते इति रूपम् अस्ति, बहुवचने अपि ते इति रूपम् अस्ति. किमर्थम् इति मम प्रश्नः. भवती वदतु. उक्तवन्तः एव, इदानीं वदतु. सः, तौ, ते, ते पुल्लिङ्गे अपि बहुवचने अस्ति. स्त्री, स्त्रीलिङ्गे सा, ते, ताः, ते अस्ति. नपुंसकलिङ्गे अपि तस्य रूपं भवति. तत् ते, तानि. उत्तमम्. एतावत् ते इति रूपं बहुषु स्थलेषु दृश्यते. अत्र तु स्त्रीलिङ्गरूपाणि दत्तानि. बहुवचनरूपं वदतु. ते, ताः, भवन्तः, भवत्यः. परस्मैपदि अपठन्, अचलन्. आत्मनेपदि अलभन्त, असेवन्त. तदेव प्रथमपुरुषरूपाणि अस्मिन् कोष्टके प्रथमपुरुषकर्तृपदानि त्रिषु वचनेषु तेषां रूपाणि दत्तानि. अग्रे पठतु. एकवचनं मध्यमपुरुषः. एकवचनं, द्विवचनं, बहुवचनं. त्वम् अपटः, अचलः. त्वम् अलभताः, असेवताः. अपठ, चल् धातु परस्मैपदी. लभ्, सेव् धातु धातौ, धातुः, धातु आत्मनेपदि. युवाम् अपठतम्, अचलतम्. धातुशब्दस्य रूपाणि वदतु. धातुः, धातु, धातवः. आत्मनेपदी, परस्मैपदी इति ईकारान्तन्नास्ति. तत्र नकारान्तपदं पदिन्, पदिन् इति नकारान्तपदं भवति. परस्मैपदी ईकारान्तदीर्घम् अस्ति किल? न, आत्मनेपदी इति धातुः इत्यस्य विशेषणं भवति. आत्मनेपदी इति धातुः इति पुंलिङ्गशब्दः. आत्मनेपदी इति अपि पुंलिङ्गशब्दः. गुणीशब्दवत् यस्य गुणः अस्ति सः गुणी. तथा एव यस्य आत्मनेपदीरूपम् अस्ति सः धातुः. आत्मनेपदी धातुः प्रातिपदिकमस्ति. आत्मनेपदिन् इति नकारान्तप्रातिपदिकमस्ति इति कृत्वा तस्य रूपाणि प्रथमान्तानि कथं भवन्ति? परस्मैपदी, परस्मै गुणी, गुणिनौ, गुणिनः. परस्मैपदी, परस्मैपदिनौ, परस्मैपदिनः. उत्तमम्. पदौ आत्मनेपदः यूयम् अपठत अचलत अलभध्वम् असेवध्वम्. धन्यवादः भगिनि. तत्र यूयं पठितवती वा? यूयम् अपठत अचलत परस्मैपदे यूयम् अलभध्वम् असेवध्वम् आत्मनेपदे. उत्तमम्. इत्युक्ते अस्माकं परिशीलनार्थम् अवगमनार्थम् अत्र परस्मैपदिरूपाणि दत्तानि अपि च आत्मनेपदिरूपाणि अपि ज्ञातव्यानि. आत्मनेपदिरूपेषु अपि आदौ अडागमः भवति इति एकः विषयः अस्ति. साधु भगिनी, उत्तमं. तदेव गीताञ्जलि भगिनी, अग्रिमे पुटे किं लिखितम् अस्ति, पठतु. उत्तमपुरुषरूपाणि अत्र अहम् अपठम्, अहम् अचलम्, परस्मैपदीरूपाणि ते रूपे. आत्मनेपदी अस्ति चेत् अहम् अलभे, अहम् असेवे. द्विवचनमस्ति चेत् आवाम् अपठाव, आवाम् अचलाव. आत्मनेपदी अस्ति चेत् आवाम् अलभावहि, आवाम् असेवावहि. तदनन्तरं बहुवचनरूपं वयं परस्मैपदी, वयम् अपठाम, वयम् अचलाम. आत्मनेपदी वयम् अलभामहि, वयम् असेवामहि. साधु. लङ्रूपाणि, उत्तमपुरुषरूपाणि अत्र स्थापितानि. भवती एव आरम्भं करोतु. आं भगिनि. यथोदाहरणं धातूनां रूपाणि लिखत. लिखत तु लोट् अस्ति, बहुवचनरूपं. मध्यमपुरुषरूपाणि लिखत, रूपाणि कर्मपदम् अस्ति. कस्य रूपाणि? धातूनां रूपाणि लिखत. धातूनां रूपाणि इति पृथक्तया लिखितमस्ति, समस्तपदं कृत्वा लिखतु. धातुरूपाणि. उत्तमम्. विभक्ति, विभक्तेः लोपः अस्ति, अपि च प्रातिपदिकं स्वीकृत्य योजयामः, इत्युक्ते धातुरूपाणि. उत्तमम्. धातुयोगः रूप इति, रूपम् इति नपुंसकलिङ्गपदमस्ति, किन्तु अत्र रूप इति प्रातिपदिकं स्वीकर्तव्यम्. एतावत् धातुरूप नूतनप्रातिपदिकम्. पूर्वपदस्य विभक्तिलोपः भवति, अपि च अत्र षष्ठी तत्पुरुषसमासः भवति. तत्पुरुषसमासः अस्ति इति कृत्वा उत्तरपदस्य लिङ्गं सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा धातुरूपम् इति समस्तपदस्य लिङ्गं पुनः नपुंसकलिङ्गमेव भवति. अग्रे पठतु. अस्तु. धातु अस्ति पट्, प्रथमपुरुष. अपठत् इत्युक्ते सः अपठत्, तौ अपठतां, ते अपठन्. पठ, पठिति भ्वादिगणे अस्ति, अपि च सेट् अस्ति, अपि च किं भगिनी? इत्युक्ते अत्र लङ्रूपाणि, लङ्रूपाणि दत्तानि. शुच्, शुच् अस्ति. सः अशोचत्, तौ अशोचताम्, ते अशोचन्. ते अपि किं लङ्रूपाणि एव भगिनी. भ्वादिगणे अपि शुच् धातु अस्ति, शोचति तु लट् रूपम् अस्ति, लङ् अशोचत्. अत्र कार्यं किम् अभवत्? शुच् शोच् कथं भवति? हा, शुच् उकार अस्ति, इत्युक्ते शुच इति तु औपदेशिकरूपम् इत्युक्ते मूलरूपम् अस्ति. तदनन्तरम् अनुनासिकवर्ण तु लोप, इत् संज्ञा भूत्वा लोप जात. शुच् एव तिष्ठति. शुच् अस्ति चेत् उपधा इक् अस्ति चेत् पुगन्तलघुपदस्य च यदि क्षितिपरे इत्युक्ते सार्वधातुक प्रत्ययपरे गुणजाता, गुण भवति, शुच् शोच् भवति, शोच् योगः लङ्रूपम् अशोच् अपि च अडागम आयाति. किमर्थं लङ् अस्ति, सूत्रं तु लुङ् लुङ् लङ् लृङ्क्ष्वडुदात्तः इति सूत्रेण आदौ अडागमः आयाति. तदनन्तरं शोच् अशोच् अपि च लङ् रूपं अन्ते तु प्रथमपुरुष एकवचन अशोचत्. साधु उक्तवती भगिनी, उत्तमम्. अत्र शुच् धातुः उदुपथ धातुः. धातोः पूर्वम् अडागमः भवति, अकारः आदौ आयाति. शुच् धातोः आदौ अडागमः भवति. भुवादिगणीयधातुः अस्ति इति कृत्वा कर्तरि शप् आयाति. शप् प्रत्ययः सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः परः अस्ति इति कृत्वा पुगन्तलघुपथस्य च इति सूत्रेण लघुपथधातोः गुणकार्यं भूत्वा शोच् भवति. पुगन्तलघुपथस्य च इत्यस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः सूत्रस्य सम्पूर्णानुवृत्तिः अस्ति इति कृत्वा कार्यं भवति. अत्र सार्वधातुकप्रत्ययः परः अस्ति इति कारणमस्ति, तेन गुणः भवति इति विषयः. साधु भगिनी, अग्रिमं वाक्यं विमला भगिनी भवती करोतु. धन्यवादः. नम् धातुः अनमः एकवचने, द्विवचने अनमतम् अनमत कि अनमः अनमताम् अस्ति किं भगिनि? अनमतम् अनमतम् अस्तु, अनमतम् अनमत. अनमः इति एकवचनरूपं, मध्यमपुरुषे एकवचनरूपम् अनमतम् अनमत इति रूपाणि. अत्र धातुः मूर्धन्यणकारादिधातुः णोनः सूत्रेण दन्त्यनकारः आयाति. अत्र लौकिकधातुः अस्ति. वद् करोतु. अवदम् उत्तमपुरुषे अवदम् अवदाव अवदाम. अग्रे चर् चर् इति अस्ति मध्यमपुरुषे. अचरः अचरतम् अचरत. भगिनी, एकः प्रश्नः अस्ति. पूर्वे उक्तं, पूर्वस्मिन् उक्ते कश्चित् विषये, परस्मैपदी आत्मनेपदी इति नपुंसकलिङ्गं वा पुंलिङ्गं? पुंलिङ्गं दीर्घ ईकारान्त? ईकारान्त नास्ति, नकारान्तशब्दः एव. गुणी इति पुंलिङ्गशब्दः एव. गुणी इत्यस्मिन् दीर्घ ईकारः श्रूयते, किन्तु तस्य पदस्य प्रातिपदिकं तु नकारान्तप्रातिपदिकं गुणिन्. गुणिन् अस्तु अस्तु, द्वावपि नकारान्तप्रातिपदिकौ. धन्यवादः. आत्मनेपदी इति आत्मने इति पदमपि समस्तपदमेव. आत्मनेपदी इति कथनेन विभक्तिलोपः न अभवत्. साधारणतया समस्तपदेषु विभक्तिलोपः भवति, किन्तु आत्मनेपदी परस्मैपदी, पश्यन्तु अत्र आत्मने इति चतुर्थी विभक्त्यन्तं रूपम् अस्ति, इत्युक्ते विभक्तिलोपः न जातः. तदर्थमेव इदं पदद्वयम् अलुक् समासस्य कृते उत्तम उदाहरणं. अलुक् समासस्य उदाहरणेषु पूर्वपदस्य विभक्तिलोपः न भवति. आं भगिनि, वदतु. स्था धातुः अतिष्ठत् प्रथमपुरुषे अतिष्ठत् अतिष्ठताम् अतिष्ठन्. अग्रे ऋ मध्यमपुरुषे अहरः अहरतम् अहरत. हुरु धातोः प्रसङ्गे भवती यद् जानाति तद्वदतु. कस्मिन् गणे अस्ति इति भ्वादि इति संशयः न जानामि भगिनि. भ्वादिगणे एव, भ्वादिगणे अस्ति. अपि च वर्तमाने विवक्षा वर्तमाने लट् अस्ति चेत् तिङ् अपि च मध्ये शप् आयाति. गुणकार्यं भूत्वा हर् भवति. हर हरति इति प्रथमपुरुषे एकवचने हरति हरतः अहरन्ति इति अस्ति. हरति हरतः हरन्ति. एतत्तु हर मध्यमपुरुषे हरः लङ्लकारे अस्ति. सूत्रं न जानामि, अट् आगमः भवति तिप्तश्चिप्तस्थ सिप् क्रियां न जानामि भगिनि, चिन्ता मास्तु, क्रियां न जानामि. एतावत् अत्र हुरु धातुः भुवादिगणीयधातुः एव लट्लकारप्रसङ्गे हरति इति रूपं भवति. यथा भवत्या उक्तं भुवादिगणे शपायति इति कृत्वा, शप् षित् अस्ति अपि च सार्वधातुकप्रत्ययः अस्ति इति कृत्वा शपं निमित्तीकृत्य गुणकार्यं भवति. तदर्थमेव ह्रु हर् भवति. ऋकारस्य स्थाने गुणसंज्ञकवर्णः अकारः, अकारः इति कथनेन वरण् रपरः इति सूत्रेण सः अण्वर्णः अकारः रपरः भूत्वा हर् भवति. पश्चात् अकारं योजयामः, हर इति अङ्गं, ति हरति इति रूपं सिद्ध्यति. किन्तु अत्र मध्यमपुरुषे एकवचनरूपं दत्तमस्ति. किन्तु अत्र प्रक्रियायां कानिचन विशिष्टकार्याणि सन्ति इति कृत्वा अत्र अहरः तत्र विसर्गः कथम् आयाति. साधारणतया विसर्गः काभ्यां सूत्राभ्याम् आयाति इत्युक्ते ससजुषोरुः खरवसानयोर्विसर्जनीयः इति अभ्यां सूत्राभ्याम् एव विसर्गः आयाति. अपि च ज्ञातव्यः अंशः कः, आदौ लुङ् लङ् लृङ्क्षु अडुदात्तः इत्यनेन अडागमः भवति. तिप्तस्झि सिप्तस्थ, सिप् इति मध्यमपुरुष एकवचनप्रत्ययः अस्ति. सिप् इत्यस्मिन् पकारः, यः पकारः अस्ति तस्य इत् संज्ञा भूत्वा तत्र सि तिष्ठति. अपि च कार्याणि सन्ति, इतश्च अन्यानि कार्याणि अपि सन्ति. सकारः यथावत् तिष्ठति, तस्य सकारस्य लोपः न भवति. सकारस्य स्थाने एव अत्र ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः इत्याभ्यां सूत्राभ्यां कार्यं भवति इति कृत्वा अहरः इति रूपम् आयाति. भगिनी, अत्र सिप् यत् अस्ति पकारस्य इत्संज्ञा भवति, स इ इकारस्य अपि इत्संज्ञा भवति किम्? इकारस्य लोपः भवति. अस्तु अस्तु, लोपः भवति. आम् आम्, अहरः. अग्रे ज्ञा इति अस्ति, अजानाम् उत्तमपुरुषे अजानाम् अजानाव अजानाम अजानाम् इति उत्तमपुरुषे एकवचनरूपं दत्तमस्ति. ज्ञाधातुः अस्ति अजानाम् अजानीव अजानीम. अस्तु, उत्तमपुरुषे अजानम् अजानाम् अजान अजानीव अजानीम. अस्तु, पश्चात् गम् धातुः अस्ति, आ गम् अगच्छत् प्रथमपुरुषे अगच्छत् अगच्छताम् अगच्छन्. हा, अत्र पश्यतु आ उपसर्गः अस्ति, गम् धातुः अस्ति, इत्युक्ते अत्र उपसर्गसहितं रूपं वक्तव्यं. तृतीयं रूपं पश्यतु, आगच्छन् आगच्छन् इति रूपं परिशील्य पूर्वरूपाणि वदतु. आगच्छत् आगच्छताम् आगच्छन्. केवलम् अगच्छत् इति कथनेन किं भवति? गम् धातोः भवति. अत्र आ इति उपसर्गः अपि अस्ति. अस्ति, धातोः अजानम् इति ह्रस्व भवति किल उत्तमपुरुषे, प्रिण्टिङ्ग् मिस्टेक् इति भासते. अजानम् अपटम् अचलं ह्रस्व एव अस्ति, अत्र अजानां राङ्ग् ऐ थिङ्क्. अद्य एव मया दृष्टम् अष्टाध्याय्याम् अजानाम् अजानीव अजानीम इति अस्ति. भगिनी, देट् इस् इन् क्रयादिगण गणा भवति. ऐ डोण्ट् नो, ऐम् जस्ट् से क्रयादिगणे वा. आं भगिनी, ज्ञाधातुः क्रयादिगणीयधातुः, तोष्णा भवति न ज्ञा भवति. तो जाना जानाम एव आयाति न जानाम जानाम दीर्घ एव भवति वा? दीर्घ एव. क्रयादिगणे कीदृशं कार्यं भवति? गोमती भगिनी स्मारयतु. क्रयादिगणे श्ना धातु अस्ति, श्ना विकरणप्रत्ययः अस्ति, तत्तु शित् प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति. ज्ञा धातुविषये अहं न जानामि, ज्ञा कथं जा भवति इति अहं न जानामि. ज्ञाजनोर्जा इति सूत्रेण शितिपरे ज्ञाधातोः प्रसङ्गे जा धातोः प्रसङ्गे ज्ञाजनोर्जा इति सूत्रेण तत्र धात्वादेशः भवति. षित् प्रत्ययः अस्ति. श्ना इति प्रत्ययः षित् अस्ति खलु. अत्र षितिपरे एव आदौ जा इति आदेशः भवति, अपि च अडागमः भवति. क्रयादिगणे अस्ति इति कृत्वा श्ना इति विकरणप्रत्ययात् न इति रूपम् आयाति. इदानीं वदतु. अडागम आ जा न उत्तमपुरुष उत्तमपुरुषरूपमस्ति अतः अम् आयाति न प्र हन्ते अजानाम् आयाति अजानाम् आयाति आम् अजानाम् अजाना अम् अजानाम् आयाति. इत्युक्ते तत्र किं भवति तिप्तस् झि सिप्तस्थ मिप् वस् मस् मिप् वस् मस् इत्युक्ते मिप् वस् मस् इति त्रयः मूलतिङ् प्रत्ययाः. उत्तमपुरुषे मिप् वस् मस् इति मूलतिङ् प्रत्ययाः सन्ति. मूलतिङ् प्रत्ययेभ्यः सिद्धतिङ् प्रत्ययानां निर्माणं भवति. तत्र मिप् मिप् इत्यस्मिन् पकारहितसंज्ञकवर्णः अस्ति, तत्र मि अस्ति. अपि च तत्र एकं विशिष्टं सूत्रमस्ति, तस्थस्थमिपां तां तं तामः इति सूत्रेण अम् आदेशः भवति. इत्युक्ते मी स्थाने अम् आदेशः भवति. विमलभगिनी धन्यवादः. लता भगिनी भवती करोतु. मध्यमपुरुषे अपतः अपततम् अपतत साधु लङ्लकारे त्वम् अपतत युवा अपततं यूयम् अपतत. देन् दृश् दृश् उत्तमपुरुषे अपश्यम् अहम् अपश्यम् आवा अपश्याव वयम् अपश्याम. दृश् अस्ति धातुः, किन्तु अत्र पाघ्राध्मा इति एकं दीर्घं सूत्रमस्ति. तेन दीर्घसूत्रेण पश्य आदेशः भवति इति कृत्वा दृश् धातोः प्रसङ्गे विशिष्टसूत्रेण पश्य आदेशः भवति इति कृत्वा अत्र अपश्यम् इति रूपं सिद्ध्यति. दृश्यते इति रूपं कर्मणि कर्मणि लट् कर्तरि लट् रूपं पश्यति. कर्मणि रूपाणि किञ्चित् सुलभानि भवन्ति. किमर्थमित्युक्ते कर्मणि रूपेषु धातोः रूपं यथावत् स्वीकर्तव्यं. तत्र धातुः दृश् अस्ति, तत्पश्चात् सार्वधातुके यक् इति सूत्रेण यक् इति प्रत्ययः आयाति इति कृत्वा दृश् योगः या योगः ते इति रूपं भवति. इत्युक्ते तत्र आत्मनेपदीवत् कर्मणि रूपाणि भवन्ति. दृश्यते इति कर्मणि लट् करोतु. ब्रह्म धातु प्रथमपुरुषे अभ्रमत् अभ्रमताम् अभ्रमन् अभ्रमत् सः अभ्रमत् सः तौ अभ्रमता देन् अभ्रमन् ते अभ्रमन् भवति. देन् स्मृ धातु मध्यमपुरुषे अस्मरः वा अस्मरः अस्मरतम् अस्मरत मध्यमपुरुषे. अत्रापि स्मृ इति धातुः अस्ति. स्मृ धातोः अन्ते ऋकारः अस्ति. ऋकारः अस्ति इति कृत्वा किं वदामः, इगन्तधातुः गुणकार्यं भूत्वा स्मरति इति लट्लकाररूपं. किन्तु अत्र अस्मरत् अस्मरः इत्यादीनि रूपाणि भवन्ति. अन्तिमं रूपं करोतु. गै धातुः उत्तमपुरुषे अगायम् अगायम् अगयाव अगायाव इति अगायाव अगायाम वयम् अगायाम गैतातोपि संथिङ्ग् अया आगच्छति वा तत्र ऐ डोण्ट् नो गै धातु गायति लट्लकारे देन् ध्यै धातु ध्याया ध्यायति इति भवति त्रै धातुः त्रायते सो अया कम्स् देयर् ओन्लि देट् मच् ऐ डोण्ट् नो एनि सूत्रास् पश्यन्तु गै धातोः प्रसङ्गे तत्र गुणकार्यं तत्र अङ्गकार्यं नास्ति गै धातुः अपि भुवादिगणीयधातुः एव भुवादिगणीयधातुषु गुणकार्यं भवितुं तत्र धातुः इगन्तधातुः भवेत् अथवा लघुपधधातुः भवेत् अयं धातुः इगन्तः नास्ति लघुपधः अपि नास्ति केवलम् एजन्तधातुः इत्युक्ते ऐकारान्तधातुः ऐकारान्तधातुः अस्ति इति कृत्वा गै इति कथनेन गकारः योगः ऐकारः तत्पश्चात् भुवादिगणीयः अस्ति इति कारणतः शप् आयाति ऐकार अकारयोः मध्ये किं भवति गै धातोः गै प्लस् देट् इस् शप् स्थाने आगच्छति सो ऐ प्लस् अ बिकम्स् ऐ यान्तावान्तदेश सन्ति सम् एचोयवायावः ऐ थिङ्क् द सूत्र ऐ एम् नाट् वेरि शोर् अबौट् इट् सो गायति इट् बिकम् फैनल् फार्म् उत्तमं केवलम् ऐकारस्य स्थाने आय् आय् आदेशः भवति एकारः ओकारः ऐकारः औकारः एतेषां स्थाने क्रमेण क्रमेण ऐ औ आय् औ आदेशाः भवन्ति इति कृत्वा तत्र गायति इति रूपं सिद्ध्यति तादृशं कार्यमेव किञ्चित् परिवर्त्य अत्र अगायम् इत्यस्मिन् भवति लट्लकारे कानिचन कार्याणि भवन्ति किन्तु लङ्लकारसम्बद्धकार्याणि लङ्लकारसम्बद्धकार्याणि अपि ज्ञातव्यानि तदवगन्तुं लङ्लकारे कीदृशसिद्धसिङ्ग् प्रत्ययाः सन्ति इति ज्ञातव्यम् इत्युक्ते लट्लकारस्य कृते सिद्धतिङ्ग् प्रत्ययाः भिन्नाः लङ्लकारस्य कृते सिद्धतिङ्ग् प्रत्ययाः भिन्नाः आदौ धातुं स्वीकुर्मः तत्पश्चात् अङ्गकार्यं कर्तुम् अत्र कानिचन सूत्राणि सन्ति अङ्गकार्यस्य अनन्तरं सिद्धतिङ्ग् प्रत्ययान् योजयामः अत्र लङ्लकार सिद्धतिङ्ग् प्रत्ययाः ज्ञातव्याः अग्रिमे पुटे पठतु अग्रिमे पुटे प्रच् धातुः प्रथमपुरुषे लङ्लकारे अप्रष्टत् अप्रष्टताम् अप्रष्टन् साधु वा न भगिनि अत्र पश्यतु सोरि अपृच्छन् अस्ति अपृच्छत् सोरि सोरि क्षम्यताम् अपृच्छत् अपृच्छताम् अपृच्छन् देन् अपृच्छः अपृच्छतम् अपृच्छत अपृच्छम् अपृच्छाव अपृच्छाम उत्तमं धातुः प्रच्छिधातुः प्रच्छिधातोः प्रसङ्गे सम्प्रसारणं नाम्ना एकं कार्यं भवति इति कृत्वा अपृच्छत् इत्युक्ते रेफस्य स्थाने ऋकारादेशः भवति तत्र सम्प्रसारणकार्यं कृत्वा अपृच्छत् अपृच्छताम् अपृच्छन् इत्यादीनि रूपाणि भवन्ति अयं धातुः सम्प्रसारणी धातुः अग्रे करोतु धातुः मध्यमपुरुषे लङ्लकारे अश्रुणुः अशृणुतम् अशृणुत त्वम् अश्रुणुः युवाम् अशृणुतम् अशृणुतम् यूयम् अशृणुत श्रु अपि अत्र नो गुणकार्य श्रु एव भवति किल अत्र किमपि ऋकार सम्प्रसारण नथिङ्ग् कम्स् नो चेञ्ज् इन् श्रु श्रु एव भवति वर्णः श्रुवः श्रुच इति कार्यम् अस्ति एव धातोः रूपम् एकवारं पश्यतु धातोः रूपं परिशीलयतु श्रु अस्ति श्रु इति कथनेन तालव्यशकारः रेफः उकारः किन्तु अत्र द्विवचनरूपं दत्तमस्ति द्विवचनरूपमस्ति कथं लिखितमस्ति शकारस्य अनन्तरं ऋकारः अचुवर्णः लिखितमस्ति. इत्युक्ते अत्रापि श्रुवः श्रुच इति सूत्रस्य कार्यमस्ति, अडागमः अपि अस्ति. ओके ओके. तालव्यशकर एण्ड् रेफा संयोगे धातुः भवति अत्र. स्वरः किल ऋकारः. इतोपि कार्याणि अपि सन्ति इति कृत्वा रूपमस्ति अश्रुणोः, अश्रुणोः इति रूपमस्ति. किमर्थमित्युक्ते तत्र श्रुवः श्रुच इति सूत्रेण तत्र कार्यद्वयं भवति. इत्युक्ते तत्र ऋकारसहितं रूपमपि आयाति, अपि च नो इति रूपमपि आयाति. एतावत् अत्र साधुरूपं तु अश्रुणोः, अश्रुणोः अश्रुणुतम् अश्रुणुत इति रूपाणि भवन्ति. अश्रुणोः भगिनी प्रश्नः अस्ति, किञ्चित् न श्रुतं. श्रुवः श्रुच इत्युक्ते किं भगिनि? केवलं श्रुधातोः प्रसङ्गे एव तस्य कार्यं भवति. गतसप्ताहे अपि वयं दृष्टवन्तः श्रुवः श्रूच, तत्र श्रु आदेशः भवति, अपि च श्नु प्रत्ययः अपि आदेशः भवति. भगिनी प्रथमपुरुषे अशृणोत् वा? अशृणोत्, अशृणोत्, अशृणोत्, अशृणुताम् वदतु. अशृणोत्, अशृणुताम्, अशृणुत, अशृणोत्, अशृणुताम्, अशृण्वन्, ओ अशृण्वन्, अशृणोः, अशृणु. अत्र तु रूपम् अशृणोः अस्ति. अत्र उत्तमपुरुषे भगिनि, उत्तमपुरुषे अशृण्वम् इस् इट्, अशृण्वम्, अशृण्वाव, अशृण्वाम इति न भवति. अहं पठामि लङ् रूपाणि. अशृणोत्, अशृणुताम्, अशृण्वन्, अशृणोः, अशृणुतम्, अशृणुत, अशृणवम्, अशृणवम्, अशृणवम्, अशृणव, अशृण्व, अशृणुम्, अशृणुम, अशृण्म, अशृण्म अपि अस्ति, अशृणुम अपि अस्ति. रूपद्वयमस्ति. वयं, वयम् अशृणुम, वयम् अशृण्म. परन्तु उत्तमपुरुष प्रथम रूपम् अशृणुवम्, एकवचनम् अशृणुवम्, अशृणवम् नो नो नास्ति न ना, अशृणवम, अशृणवम्. पूर्वमपि दृष्टवन्तः तत्र शृणुवः शृण्वः, शृण्मः शृणुमः, तत्र रूपद्वयं सिद्ध्यति. तत्र एकं विशिष्टं सूत्रमस्ति, लोपश्चास्य अन्यतरस्यां वोः इति सूत्रेण रूपद्वयं सिद्ध्यति. लट्लकारप्रसङ्गे अपि उत्तमपुरुषद्विवचने, उत्तमपुरुषबहुवचने रूपद्वयं सिद्ध्यति. शृण्वः शृणुवः, शृण्मः शृणुमः, तथा एव अत्रापि लङ्लकारे अपि उत्तमपुरुषद्विवचने, उत्तमपुरुषबहुवचने रूपद्वयं सिद्ध्यति. अग्रेसरेम. धन्यवादः. धन्यवादः भगिनि. सूर्यकुमारी भगिनी भवती करोतु. कथा प्रथमपुरुष अकयथात् अकयत् अकयथाम्. पुनः पठतु, अत्र रूपं कथं लिखितमस्ति? अकयथम् अकथयम् अकथयत् क्षम्यताम् अकथयत् अकथयथाम् अकथयत् अकथयन् अकथयत् अकथयताम् अकथयन् एकवचनरूपं दत्तमस्ति. उपरितन रूपाणि परिशील्य वयं लेखितुं शक्नुमः. अत्र वैशिष्ट्यं किमपि नास्ति. अकथयत्, अकथयताम्, अकथयन्. कुत्रचित् एव विशिष्टसूत्राणां द्वारा विशिष्टरूपाणि सिद्ध्यन्ति. कथयति, क्षम्यतां भगिनि, अत्र कथ तु चुरादिगणे अस्ति, अत्र कथ दत्तं मूलरूपम् इति समीचीनं भगिनि. न अत्र तु चुरादिगणीयः एव, किन्तु अत्र कथ दत्तं हलन्तरूपं दत्तं, कथ इति मूलरूपं न भगिनि? अहं पूर्वमपि उक्तवती लौकिकधातूनां रूपाणि एव अस्मिन् पुटे दत्तानि. अत्र धातोः रूपं कथा, कथा अस्ति. अत्र कथयति इति लट्लकाररूपं दत्तमस्ति, चुरादिगणीयधातुः एव. ते यदि वयं कथ् इति लिखामश्चेत् इति समीचीनं वा इति मम प्रश्नः भगिनि. चुरादिगणे अनुनासिक अकारः नास्ति इति वदति वा? आं भगिनि, कथ एव धातु, मूलरूपं कथ. अहं वदामि वा भगिनि? तत्र कथयोगः णिच् चुरादिगणीय अस्ति, अतः णिच् प्रत्ययः भवति, कथयोगः णिच्. तत्र अतोलोपः इति सूत्रमस्ति, तत् सूत्रेण, तेन सूत्रेण कथ् योगः अ कथ तत् अ इत्यस्य लोपः भवति, अतो लोपः इति सूत्रेण. अतः कथ् इति ओन्लि तिष्ठति, कथ् योगः इ फ्रोम् णिच्, अतः कथि इति भवति. कथि योगः देन् शप्, णिच् प्लस् शप् इति अस्ति चुरादिगणीय. कथ् प्लस् कथि योगः अ, तदनन्तरं कथयति इति भवति, कथि योगः अ कथे गुणः भूत्वा कथे इति भवति, कथे योगः अ योगः ति, अतः कथयति, अतः कथयति इति रूपं सिध्यते. उत्तमम्. इत्युक्ते अत्र कथ् इति स्थाने कथ एव लेखनीयम्, इत्युक्ते लौकिकधातोः रूपं कथ नास्ति इति भाति. रूपमेव कथा, कथा इति धातोः रूपमेव अस्ति. अत्र इतोपि किञ्चित् परिशील्य वदामि. भवती सम्यक् उक्तवती एव, चुरादिगणीयधातुः एव अत्र, इत्युक्ते अत्र दण्डः न लेखनीयः, केवलं कथा इति एव रूपं लेखनीयम् इति ममापि चिन्तनमस्ति. अग्रे वदतु भगिनि, सूर्यकुमारी भगिनी करोतु. धातु अस्ति लौकिकधातु, मध्यमपुरुष द्विवचनम् अरमेथाम्, एकवचनम् अरमः अरमे रमुधातु. भगिनी अत्र धातुः आत्मनेपदीधातुः रमते, रमते अस्ति. आत्मनेपदरूपाणि द्रष्टव्यानि. सिद्धप्रत्ययः मध्यमपुरुष ताः इतां त्वं ओके रम रमु योगः ताः अडागमः भवति आदौ आरम् रमु भवति रमु अरम् प्रक्रिया मास्तु, केवलम् अत्र रूपं तु अरमथाः अरमेथाम् अरमध्वम् अरमथाः अरमेथाम् अरमध्वम् अरमध्वम्. अग्रे वदतु भगिनि. वयं त्रीणि पुरुषेषु अपि रूपाणि वदामः भगिनि, कन्फ्यूसिङ्ग्. त्रिषु पुरुषेषु प्रथम अरमथ अरमेथाम् अरमेन्त अरमथाः अरमेथाम् अरमध्वम् अरमे अरावहि अरमावहि अरमामहि. पुनः वदतु अत्र लङ् रूपाणि रम् धातुः आत्मनेपदी धातुः, एकवारं पुनः स्मारयतु. रमते रमेते रमन्ते लट्लकार लङ्लकार अरमथ अरमेत अरमेताम् अरमन्तम् अरमन्तं भगिनि. अहं वदामि, रूपाणि वदामि. अरमत अरमेताम् अरमन्त अरमथाः अरमेथाम् अरमध्वम् अरमे अरमावहि अरमामहि इति रूपाणि भवन्ति. धन्यवादः. ईक्षधातोः रूपाणि वदतु. ईक्ष ईक्षते उत्तमपु ईक्षा अपि उभयपदि उभयपदि धातु न न ईक्षते ओ ईक्षते लट्लकारे ईक्षति ईक्षेति ईक्षन्ते लङ्लकारे ईक्षधातोः लट्लकाररूपाणि वदतु. ईक्षते ईक्षेते ईक्षन्ते लट् रूपाणि. अत्र तु लङ् रूपाणि रिक्तस्थानानि पूरयतु तावदेव. उत्तमपुरुषरूपाणि वदतु. ईक्षे ईक्षे ईक्षावहे ईक्षावहि ईक्षामहे. पुनः पश्यतु अत्र किं लिखितमस्ति उत्तमपुरुषरूपम्. ईक्षे न एकवचनम्. एकवचनं किं लिखितमस्ति. ऐक्षे क्षम्यताम् ऐक्षे वदतु. ऐक्षे ईक्षावहि ईक्षामहि. न न अत्र ऐक्षे अस्ति. ऐक्षे अस्ति इति कृत्वा ऐक्षावहि ऐक्षामहि तत्र ऐ इति एव सिद्ध्यति. किमर्थं चेत् तत्र पूर्वं वयं चर्चितवन्तः, गोमती भगिनी अपि उक्तवती, आदौ धातुः ईक्ष धातुः ईक्ष इत्यस्मिन् ईकारः अजादि अङ्गम् अस्ति. अजादि अङ्गम् अस्ति इति कृत्वा आडजादीनाम् इति सूत्रेण आट् आगमः भवति. अपि च आदौ आटच इति सूत्रेण वृद्धिः भूत्वा ऐकारः आयाति इति कृत्वा अत्र धातुः ईक्ष धातुः. ईक्ष धातौ ईकारः अजादिवर्णः इति कृत्वा आडजादीनां कार्यमस्ति. अपि च आटश्च इति कार्यमस्ति इति कृत्वा एद् धातोः प्रसङ्गे अपि एवं रीत्या एव रूपाणि लेखनीयानि. अत्र तु ऐक्षे ऐक्षावहि ऐक्षामहि इति रूपाणि भवन्ति. अन्तिमं करोतु. सेव् धातु आत्मनेपदि अत्र तृतीयं रूपं पश्यतु किं लिखितमस्ति. असेवन्त प्रथमपुरुष असेवन्त असेव असेवत असेव असेव असेवे असेवत असेवेताम् असेवन्त. उत्तमम्. असेवत असेवेताम् असेवन्त इति रूपाणि भवन्ति. साधु उत्तमम्. अग्रे सरेम. एतावत्पर्यन्तं किञ्चित् परिशीलितवन्तः रूपाणि. भूतकालार्थे लङ्लकाररूपाणि उपयुज्यापि वाक्यानि लेखितुं शक्नुमः. क्तवत्वन्तरूपाणि उपयुज्यापि वाक्यं लेखितुं शक्नुमः. अत्र तृतीयः अंशः कः इत्युक्ते स्म. स्म इति रूपम् उपयुज्य वाक्यं भवति. अत्र लट् स्मे इति एकं सूत्रमस्ति. लट् स्मे इति सूत्रमस्ति. स्मे इति सप्तम्यन्तं रूपम् अस्ति. इत्युक्ते स्म इति शब्दः परः अस्ति चेत् तत्र भूतकालार्थे तस्य अर्थः भवति. इत्युक्ते स्म इति भूतकालार्धद्योतकः. स्म शब्दः भूतकालार्धद्योतकः इत्युक्ते लट्लकारेण सह स्म इति अव्ययपदस्य योजनेन भूतकालार्धः प्राप्यते. तत्र लट्लकारेण सह स्म इति अव्ययपदस्य योजनेन भूतकालार्थः आयाति. पाणिनीयसूत्रं तु लट् स्मे इति सूत्रमस्ति. लट् इति प्रथमान्तं, स्मे इति सप्तमी विभक्त्यन्तं पदमस्ति तस्मिन् सूत्रे. अपि च तस्मिन्नेव सूत्रे परोक्षे अपि च अनद्यतने इति पदद्वयस्य अनुवृत्तिः अस्ति. इत्युक्ते अनद्यतनभूतकालार्थं द्योतयितुम्, अनद्यतनभूतकालार्थं द्योतयितुं स्म इति शब्दस्य प्रयोगः भवति. तत्र भवति स्म, भवन्ति स्म, भवतः स्म, स्म इति योजनेन भूतकालार्थं द्योतयति. तदवगन्तुम् अत्र एकं सम्भाषणं लिखितमस्ति. सम्भाषणम् एकवारं परिशीलयामः. इदानीं शोभा भगिनी अपि च अरविन्दमहोदय तत्र स्म शब्दस्य सप्तमी विभक्त्यन्तं स्मे, लट् स्मे. शोभा भगिनी अपि च अरविन्द महोदय अत्र एकं सम्भाषणमस्ति, सम्भाषणं पठन्तु. पितामही, वत्स, अहं ह्यः एकां कथाम् अश्रावयं, स्मरसि किम्? आम् स्मरामि. तर्हि वद, कः कः किं किं करोति स्म? सञ्जयः श्रावयति स्म, धृतराष्ट्रः शृणोति स्म, अर्जुनः दुःखम् अनुभवति स्म, कृष्ण बोधयति स्म. सम्यक्. कृष्णः किं करोति स्म? कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म, सर्वेषु उत्साहं पूरयति स्म, अश्वानां परिचरणं करोति स्म, सर्वान् युद्धानीतिं बोधयति, युद्धनीतिं बोधयति स्म, रथं चालयति स्म, अर्जुनस्य रक्षणं कुरुते स्म. अत्र भवती किम् अवगतवती, किञ्चित् वदतु. अत्र स्म इति भूतकालार्थे यत् भवती उक्तवती लट् स्मे इति सूत्रमिति मन्ये, तेन एतादृशं प्रयोगम् एतादृशप्रयोगः भवति. तत्र प्रथमवाक्ये अश्रावयम् इति भूतकाले दत्तं, तत्र किमपि उक्तं भूतकाले उक्तम्, अधुना तस्य स्मरणं भवन्ति अस्ति. तत्र अतः स्म इति योजनेन ह्यः किमपि अभवत् तस्य विवरणं दत्तं, यथा सञ्जयः श्रावयति स्म इति एकम् उदाहरणं. किमर्थं चेत् तत्र कः कः किं किं किं करोति स्म इति, करोति इति वर्तमानकाले अस्ति, करोति स्म इति, स्म इति भूतकालार्थे, सञ्जयः श्रावयति स्म इति, श्रावयति वर्तमाने, किन्तु स्म इति योजनेन भूतकाले भवितुम् अर्हति. तावदेव, तदेव वा? उत्तमम्. अत्र तु अहम् अश्रावयम् तयोर्मध्ये सम्बन्धः अस्ति. अहं श्रावितवान्, क्षम्यताम्, अहं श्रावितवती, पितामही पृच्छन्ती अस्ति अत्र. अहं ह्यः श्रावितवती, अश्रावयम् इत्यस्मिन् स्थाने श्रावितवती इति पदमपि साधु एव. भवता श्रुतं, किं श्रुतम् इत्युक्ते महाभारतस्य प्रसङ्गे वदन्ति अस्ति इति भाति. सञ्जयः श्रावयति स्म, वदतु. अश्रावयम् इति निच् प्रत्ययः भवति वा? उत्तमं. श्रावयति, श्रावयति इत्युक्ते निच् युक्तं लङ् रूपम्, उत्तमपुरुष एकवचनरूपं. णिजन्तरूपाणाम् अपि दशलकाराः भवितुमर्हन्ति. साधारणधातूनां रूपाणि अपि दशसु लकारेषु भवन्ति, णिजन्तरूपाणि अपि दशसु लकारेषु भवन्ति. णिजन्तरूपाणि अपि लट् रूपाणि भवन्ति, लङ् लोट् विधिलिङ् सर्वेषु लकारेषु णिजन्तरूपाणि सम्भवन्ति. उपदेशावस्थायां यः धातुः अस्ति, धातुतः णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. तत्र नूतनधातुः सिद्ध्यति इत्युक्ते अस्माभिः निर्मितः धातुः एव णिजन्तधातुः, णिजन्तधातोः निर्माणं भवति चेत् तत्पश्चात् सर्वाणि लकाररूपाणि इत्युक्ते सर्वेषु लकारेषु णिजन्तरूपाणि सम्भवन्ति. भगिनि अत्र अहं यः श्रावयामि स्म, केन् यू से श्रावयामि स्म? ओके महोदय, भवान् वदतु, भवान् किम् अवगतवान् कथायां? रूपमस्ति सञ्चयः अश्रावयत्, धृतराष्ट्रं श्रुतवान् भवति, अर्जुनः दुःखम् अनुभवति स्म. तस्य कथं करणीयम्? अनुभवितवान्. सम्यक् अस्ति वा भगिनि? अनुभूतवान्. एवं कृष्णः बोधयति स्म, तत्र कृष्ण अबोधयत्. अत्र लङ् रूपाणि योजयित्वा एकवारं वदतु, इमानि वाक्यानि परिवर्त्य वक्तुं शक्नोति वा? सञ्जयः श्रावयति स्म, तत्र श्रावयति स्म वदतु. अश्रावयत्, सञ्जय अश्रावयत्, धृतराष्ट्रः अशृणोत्, अर्जुनः दुःखम् अन्वभवत्. किमर्थं चेत् तत्र अभवत् अनु उपसर्गपूर्वकः अभवत् इति लेखनीयम्. इत्युक्ते भूधातोः लङ्लकाररूपम् अभवत् अस्ति, तत्र अनु इति उपसर्गं योजयामः तदा सन्धिकार्यं भवति, अन्वभवत् इति भवति. Anu can be added only after the abhavat, after the abhavat only Anu can be added. Uttama. Okay. Krishna abodayat. Tavatvant rupani yojitva vadamaschit kim vadamaha? Sanjaya shrotavan. Na, shravitavan. श्रावितवान्, सञ्जय श्रावितवान्, धृतराष्ट्र श्रुतवान्, अर्जुन दुःखम् अनुभूतवान्, कृष्णः बोधितवान्. उत्तमं महोदय. एकः प्रश्नः अस्ति, श्रावयामि स्म, शृणोमि स्म समानार्थमेव न? भवती एव वदतु. तदेव भगिन्याः प्रश्नः. उपयुज्य अन्य अर्थः भवति. शृणोमि स्म, श्रावयामि स्म. करोमि स्म वदतु, तत्र कीदृशं रूपम् उपयुज्य लेखितुं शक्नुमः? करोमि स्म वदतु महोदय. कृतवान्. कृष्णः किं कृतवान्? कृष्णः किम् अकरोत्? अग्रिमे वाक्ये मार्गदर्शनं करोति स्म, पूरयति स्म, पूरितवान्. अश्वानां परिचर्यं करोति स्म, कृतवान् इति अश्वानां कृतवान् परिचरणं कृतवान्. अकुरुत, सर्वान् युद्धनीतिं बोधयति स्म. अबोधयत्, एवं बोधितवान्. रथं चालयति स्म, रथं चालितवान्, रथम् अचालयत्. चलति, चलितवान् इत्यादीनि रूपाणि अणिजन्तरूपाणि, इत्युक्ते तत्र णिच् रूपं नास्ति, किन्तु चालयति, चालयति इति णिजन्तरूपम् अस्ति. तदर्थं तवत्वन्तरूपमपि चालितवान्, चलितवान् भिन्नं, चालितवान् भिन्नं. तत्र चालितवान् इति कथनेन णिच् युक्तं तवत्वन्तरूपम् इति अवगन्तव्यम्. उत्तम प्रश्नाः सन्ति, प्रश्नानाम् उत्तराणि दातुम् इष्टवती. शोभा भगिनी, भवती प्रश्नं करोतु, महोदयः समाधानं वदति. आं भगिनि, कः श्रावयति स्म? सञ्जयः श्रावयति स्म. सञ्जयः अश्रावयत् अथवा सञ्जयः श्रावितवान्. श्रावितवान् श्रावितवान् कः दुःखम् अनुभवति स्म? अर्जुनः दुःखम् अनुभवति स्म. अर्जुनः दुःखम् अन्वभवत्. अर्जुनः दुःखम् अनुभवितवान् अनुभूतवान् रैट्. कृष्णः सर्वेषु किं पूरयति स्म? कृष्णः सर्वेषु युक्तनीतिं पूरयति स्म. उत्साहं भवति वा? उत्साहः वा? उत्साहं सर्वेषु उत्साहं पूरयति स्म रैट् सेकेण्ड् कृष्णः सर्वेषु उत्साहं पूरयति स्म. कृष्णः सर्वेषु उत्साहम् अपूरयत्. कृष्णः सर्वेषु उत्साहं पूरितवान्. उत्तमम् भगिनी, अधुना अहं प्रयत्नं करोमि वा उत्तरं दातुं? महोदय भवान् पृच्छतु. कः रथं चालयति स्म? कृष्णः रथं चालयति स्म. कृष्णः रथं चालितवान्. कृष्णः रथम् अचालयत्. कृष्णः कृष्णः कस्य रक्षणं कुरुते स्म? कृष्णः अर्जुनस्य रक्षणं कुरुते स्म. कृष्णः अर्जुनं रक्षितवान्. कृष्णः अर्जुनम् अरक्षत. अरक्षत कुरुते आत्मनेपदी अरक्षत. कः कथां शृणोति स्म? बालकः कथां शृणोति स्म. बालकः कथाम् अशृणोत्. बालकः कथां श्रुतवान्. भगिनि वदतु. भगिनि तत्र रक्षणं कुरुते इति स्प्लिट् अस्ति किल, सो रक्षणं अकुरुता शुद्धं वा? भगिनि उक्तवती तत्र कुरुते स्म इत्युक्ते कृतवान् चेत् रक्षितवान् एकमेव पदं सा उक्तवती. सो ऐ वाण्टेड् टु नो रक्षणं अकुरुतापि शुद्धं वा इति. साधु. क्रूधातोः परस्मैपदिरूपमेव वक्तुमिच्छामश्चेत् अकरोत्. हा, करोति इति लट् रूपे लङ् रूपे अकरोत्. अत्र कुरुते इति आत्मनेपदी अस्ति लट् रूपे, सो अकुरुता किल अकुरुता भवति. कुर्वते कुर्वते कुर्वते कुर्वते रूपाणि भवन्ति. अत्र तु आत्मनेपदिरूपम् अस्ति कुरुते स्म इति आत्मनेपदिरूपम् अस्ति इति कृत्वा आत्मनेपदिलङ्रूपं वदामश्चेत् इतोपि स्पष्टः भवति. उत्तमम्. अग्रिमे पुटे साधु भगिनी. इत्युक्ते भगिनी नियमः नास्ति वा कस्मिन् प्रसङ्गे आत्मनेपदी क्रूधातु उपयोगं कुर्मः, कस्मिन् प्रसङ्गे परस्मैपदी उपयोगं कुर्मः इति? अन्तिमे परिच्छेदे एकस्मिन् परिच्छेदे एव एकस्मिन् वाक्ये करोति स्म इति दत्तमस्ति. अन्तिमे वाक्ये कुरुते स्म इति दत्तमस्ति. कृष्णः एव करोति एतत् सर्वं, परन्तु प्रथमे वाक्ये करोति स्म, अन्तिमे वाक्ये कुरुते स्म इति दत्तमस्ति. तत्र कोऽपि नियमः नास्ति वा? अत्र विवक्षानुसार एव नियमः नास्ति, केवलं विवक्षानुगुणम् एव अत्र. इत्युक्ते अस्माकम् अवगमनार्थं कुत्रचित् परस्मैपदरूपाणि दत्तानि, कुत्रचित् आत्मनेपदरूपाणि अपि दत्तानि. करोति स्म, कुरुते स्म, ते किं वदन्ति? आत्मनेपदरूपाणि केवलम् आत्मनः कृते एव कार्यं कुर्मः चेत् एव आत्मनेपदरूपं वक्तव्यं भवति इति नियमः तु अस्ति एव, किन्तु साधारणतया व्याकरणे मेलनं भवति. भगिनी अत्र कर्तृभिप्राये क्रियापदस्य इति नियमः तु अस्ति एव. तत्र करोति स्म इति परस्मै अभवत्, किं वदामः इत्युक्ते कर्मणः फलं केवलं कर्तारं प्रति गच्छेत् चेदेव आत्मनेपदरूपं वक्तव्यम् इति नियमः तु अस्ति एव. किन्तु तत्र तस्य प्रयोगः न अभवत् इति भाति अर्जुनस्य रक्षणं कुरुते. तदेव भगिनी उक्तवती तत्र किमपि मेलनं भवितुम् अर्हति इति. पुनः तदेव वदामि, कर्मणः फलं कर्तारं प्रति गच्छति चेदेव आत्मनेपदरूपं वक्तव्यम् इति नियमः तु अस्ति एव, किन्तु लोके तु अस्माकं विवक्षानुगुणम् एव वाक्यानि लिखामः. तावदेव. अस्तु भगिनि. अस्तु भगिनि, धन्यवादः. एकः प्रश्नः, उपरि पृष्ठे ब्रूधातु प्रसङ्गे प्रथमपुरुष बहुवचने तत्र नुकामकं नुमागम न दृश्यते, अभ्यस्तसंज्ञा अपि नास्ति कृत्वा प्रथमपुरुष बहुवचने किम् अब्रूवत इति अभवत्? ब्रूधातोः रूपाणि वा? अब्रूवत चित्तमस्ति, किन्तु पाश् धातु कृते अभाषन्त इति नुमागम दृश्यते, नकार दृश्यते, किन्तु ब्रू धातु तु अभ्यस्त नास्ति, अभ्यस्त अस्ति चेत् अब्रूवत सम्यक् अस्ति. ब्रू धातोः प्रसङ्गे बहवः नियमाः सन्ति महोदय, पश्चात् एव वक्तुं शक्नोमि. अग्रे सरेम. एकसंशयः, अश्वानां परिचरणम् इत्युक्ते सेवा इति वा? परिचरणम् उपचारः सेवते इत्यस्मिन् अर्थे आयाति. भगिनी भवती एव करोतु, अग्रे किञ्चित् समापयामः. यथोदाहरणं पुरतः विद्यमानं धातुं पठित्वा वाक्यानि रचयत. अर्जुनः धनुर्विद्यां जानाति स्म, सुधातु सुजानाति स्म, स्म उपयोगं करणीयं किल. ओके. भीमः बहु खाद् भीमः बहु खादति स्म. दुर्योधनः ईर्ष्यां क्रुधातु दुर्योधनः ईर्ष्यां करोति स्म. कृष्णः लीलां दश् धातु कृष्णः लीला दर्शयति इस् टु शो, पश्यति इस् टु सी. वाट् ऐ शुड् यूस् हियर्? कृष्णः लीलां पश्यति स्म आर् दर्शयति स्म? बिकास् हि इस् भगवान् दर्शयति, हि शोस् हिस् लीला. पश्यति इति असाधु, किमर्थं पुनः वदतु? कृष्णः लीलां पश्यति स्म इस् आल्सो आल् रैट् बिकास् हि विल् वाच् हिस् ओन् लीला पश्यति. Or he will show others his leela, means Krishna's leela darshayate sma. He was showing his leela. Purvasmin vakye ekam padam asti, irshya. Irshya iti padasya arthaha kaha iti aham drushtavati tadartham vadani. Matsaraha. Matsaraha ki. Arthaha asti parotkarshana asahishnuta. परोत्कर्षण असहिष्णुता. अत्र सहिष्णुता इत्युक्ते सहनशीलः, किन्तु असहिष्णुता इत्युक्ते सहनशीलः नास्ति. कस्मिन् विषये सहनशीलः नास्ति? परोत्कर्षणवेलायां तस्मिन् सहिष्णुता नास्ति. अहं किं वक्तुमिच्छामि इत्युक्ते, ईर्ष्या इति एकः अस्ति, असूया इति अन्यत् पदमस्ति. असूया इत्युक्ते परगुणे दोषारोपणम्. असूया इत्युक्ते परगुणे दोषारोपणं, किन्तु ईर्ष्या इत्युक्ते परोत्कर्षण असहिष्णुता. किमर्थम् उक्तवती इत्युक्ते, अहं शब्दकोशं दृष्टवती, एतेषां पदानां विशिष्ट अर्थाः सन्ति. भवन्तः सर्वे अपि एकवारं समयः अस्ति चेत् पश्यन्तु इति वक्तुमिच्छामि. अग्रे करोतु. कृष्णः लीला दर्शयति स्म आर् पश्यति स्म. भीष्मः कौरवाणां पक्षतः युद्धधातुः आत्मनेपदी धातुः अस्ति इति कृत्वा युध्यते भवति, अपि च दिवादिगणे अस्ति इति कृत्वा या आयाति, तदर्थमेव युध्यते इति रूपम् अस्ति. भगिनी एकः प्रश्नः, तत् परोत्कर्षण इत्यस्मिन् तत्र पर उत् कर्षणं यथा आकर्षणम् इति भवति तत्र कर्षणं भवति इति किञ्चित् वदति वा भगिनी तत्र किमर्थम् ईर्ष्या इति भवति उत्कर्षणम् इत्युक्ते न न अर्थं जानामि तत्र पदस्य किम् अर्थं भवति इति कर्षणम् इति उत् उपसर्गयोजनेन अपि ईर्ष्यायितुं इति कथं भवति इन्टालरेन्स् टुवर्ड्स् अदर्स् प्रोग्रेस् इत्युक्ते तत्र अपरेषां जनानाम् उत्कर्षणवेलायाम् असहिष्णुता इत्युक्ते उपरि गमनम् उन्नतिः उन्नतिः धन्यवादः यस्मिन् ईर्ष्या अस्ति सः सहनशीलः नास्ति इत्युक्ते तस्मिन् सहिष्णुता नास्ति इत्युक्ते टालरेन्स् नास्ति लता भगिनी वदतु शकुनिः सर्वदा कूटं रचदातु कूटं रचयति स्म उत्तमम् ओके रचयति चुरादिगणे वा ओके कौरवाः पाण्डवान् न इच् दातु सो कौरवाः पाण्डवान् न इच्छन्ति स्म कौरवाः प्लूर् बहुवचने अस्ति सो इच्छन्ति स्म इच्छति स्म इच्छतः स्म इच्छन्ति स्म इत्युक्ते त्रिषु वचनेषु अपि च त्रिषु पुरुषेषु स्म योजयितुं शक्नुमः तदेव अग्रिमे अभ्यासे अपि लिखितमस्ति इत्युक्ते पठति स्म पठतः स्म पठन्ति स्म त्रिषु वचनेषु त्रिषु पुरुषेषु स्म इति योजयित्वा भूतकालार्थे वाक्यानि लेखितुं शक्नुमः युधिष्ठिरः सत्यं ब्रूदातु युधिष्ठिरः सत्यं ब्रवीति ब्रूते स्म ब्रूते स्म अथवा ब्रवीति स्म ब्रवीति स्म अर्जुनः डाश् भाष भाष दातु अर्जुनः भाषते भाषते आसने पदे किल भाषते स्म अर्जुनः भाषते स्म हि वास् टाकिङ्ग् अर्थः किल भाषते देन् सैनिकाः लोक् सैनिकाः लोक् अत्र धातुः तु आत्मनेपदि धातुः लोकते लोकते अस्ति ऐ डिन्ट् नो देट् ओके लोकते स्म सैनिकाः लोकन्ते लोकन्ते लोकन्ते स्म एकः एव अभ्यासः अस्ति शुभदा भगिनी भवती शीघ्रं वदतु अग्रिमे अभ्यासे किं भवति स्मारयतु अग्रिमे अभ्यासे यथोदाहरणं रिक्तस्थानानि पूरयत बालकः पठति स्म बालकौ पठतः स्म बालकाः पठन्ति स्म शिशुः खेलति स्म गुरुः गुरौ शिशौ खेलतः स्म शिशवः खेलन्ति स्म मुनिः जपति स्म मुनिः क्षम्यतां क्षम्यताम् ओके किञ्चित् स्मारयतु मुनिः मुनिः इत्यस्य द्विवचनं हरिः हरिः ओके मुनिः जपति स्म मुनी जपतः स्म मुनयः जपन्ति स्म वधू समाचारं पठति स्म वधू वध्वौ समाचारं पठतः स्म वध्वः समाचारं पठन्ति स्म अहं ध्यायामि स्म आवां ध्यायावः स्म आवां ध्यायामः स्म वयं ध्यायामः स्म भवान् अटति स्म भवान् भवन्तौ भवन्तः भवन्तौ अटतः स्म भवन्तः अटन्ति स्म एषः पाठं स्मरति स्म एतौ पाठं स्मरतः स्म ते पाठं स्मरन्तः स्मरन्ति स्म. भवती विषयं चिन्तयति स्म. भवती भवत्यौ विषयं चिन्तयतः स्म. नदी नद्यौ नद्यः. भवत्यः विषयं चिन्तयन्ति स्म. सः सुखं लभते स्म. तौ सुखं लभेते स्म. ते सुखं लभन्ते स्म. सा मोदते स्म. ते मोदेते स्म. ताः मोदन्ते स्म. अहं याचे स्म. याचे याचावहे याचामहे. अहं याचे स्म. वयम् आवां याचावहे स्म. वयं याचामहे स्म. उत्तमं भगिनी, धन्यवादाः. वयम् अध्यायं समापितवन्तः. सर्वेषां धन्यवादाः. अग्रिमे सप्ताहे अन्यं विषयं प्रति गमिष्यामः. सर्वेषां धन्यवादाः.